नमस्सर्वेभ्यः पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयमस्ति अदादिगण्य दिवादिगण्य दिवादिगण्यधातु। तत्र ऋधातोः विषयं जायमानमस्ति गतवर्गात्। तत्र गृहिज्य इति सूत्रानन्तरं सम्प्रसारणमपि वयं पठितवन्तः। तदनन्तरं द्वौ धातु ऋकारान्तदातवः अस्ति झृ एवं झृ वयोहानम् इति आरभ्य तत्र प्रश्नः अस्ति वा विनोद् महोदय? तत्र वंशी भगिनी पठति वा तत्र धातुः इति नमस्ते महोदय। नमस्ते महोदय। नमस्ते। ऋकारान्तधातवः तस्मात् वा कुतः पठनीयं? तृतीयबिन्दुः तृतीयबिन्दुः तस्मात् वा? अस्तु। ऋकारान्ताः धातवः द्वे धातव द्वौ धातु स्तः तत्र दिवादिगणे झृष् झृष् वयौ हानौ जीर्णः भवति। इमौ द्वौ धातु ऋकारान्तौ समानार्थकौ च हलन्त्यं तस्य लोपः इत्याभ्यां छृ झृ इति भवति। तत्र दिवादिगणे धातुद्वयमस्ति, ये ऋकारान्तधातुवः अस्ति। तत्र अनुबन्धलोपानन्तरं झृष् अपि च झृष् इति धातुद्वयमस्ति। तेषाम् अनुबन्धलोपानन्तरं तत्र झृ अपि च झृ इति भवति। अतः ऋकारान्तधातुः भवति। एते द्वौ धातुः धातु तत्र झृयोगः शन् तस्मात् झृयोगः य ऋत इत्थातोः इत्यनेन ऋदन्तस्य धातोः ह्रस्व इकारादेशः जीयोगः य उरन्रपरः इत्यनेन ऋकारस्य स्थाने यदा अन् आदेशः भवति तदा सः अन् सदा रपरः। जिर् योगः य हलादिः अतः हली च इत्यनेन हलीपरे रेपान्तस्य धातोः उपधायां स्थितः इकः इक् वर्णः दीर्घः। जीर् योगः य जीर्य इति अङ्गम्। जीर्या योगः ति जीर्यति इति भवति। तत्र झृ इति धातु अस्ति, झृ इति धातु अस्ति। तत्र दिवादिगणीयः धातु अस्ति। दिवादिभ्यः शन् इत्यनेन शन् इति विकरणप्रत्ययः मध्ये आगच्छति। तत्र झृ योगः य अनुबन्धलोपानन्तरं य इति अवशिष्यते। यकारः अपि च अकारः य अस्ति। ऋत इद्धातोः इत्यनेन सूत्रेण तत्र ऋकारान्तधातोः यदा तत्र ह्रस्व इकारादेशः भवति अतः जकारः अपि च दीर्घऋकारः स्थाने दीर्घऋकारस्य स्थाने ह्रस्व इकारः आदेशः भवति। जीयोगः य इति भवति। यदा तत्र ऋकारस्य स्थाने अण् आदेशः भवति तत्र उरुण्ड्रपरः इति सूत्रस्य प्रसक्तिः अपि भवति। इत्यनेन ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् रपरः भवति, रेपः अनन्तरं भवति। अतः जिर् इति भवति। जिर् योगः य तत्र यकारः हलादिः अस्ति अतः तत्र हलीचा इति सूत्रेण तत्र रेपान्तस्य धातोः उपधायाम् इक्वर्णस्य दीर्घः भवति। अतः तत्र जिर् इति स्थाने उपधा इकारः अस्ति अतः तत्र जीर् इति भवति। अपि च जीर्योगः य जीर्य इति अङ्गं भवति, अन्तिमम् अङ्गं जीर्ययोगः ति इति जीर्यति इति अन्तिमरूपं भवति। महोदय समीचीनं वा? तदेव अस्ति। तत्र ऋतै धातोरण्ड्रपरः हलि च वर्णमेलनेन जीर्यति इति लटि इति जीर्यति इति अन्तिमरूपं भवति। क्षम्यताम् अरवन्दु महोदय, एकः प्रश्नः अस्ति। यदा कोऽपि युनो उत्तरं ददतु, र हलन्त कारणेन जीर्यति भवति। यदि वयम् अत्र पश्यामः जीर्य उपरि र अर्थात् रहलन्त, अतः रहलन्त सिद्धिः कथं भवति मम प्रश्नः। यदि र सम्पूर्णमस्ति तर्हि र अन्तर्भूतः र प्रत्याहारसमान भवति, र र सम्पूर्ण र हलन्त नास्ति, परन्तु र अन्तर्भूतः र हलन्त अपि च ल हलन्त आयाति। अहं कुत्रपि पठितवान्, परन्तु कोऽपि अन्य किञ्चित् व्याख्या कर्तुमिच्छति वा न? तत्र मया यत् ध्वनिमुद्रणं श्रुतं तस्मात् मध्ये अवगतं, तत् अहं वदामि। तत्र ऋत इत् इत् आदेशः भवति इति सर्वप्रथमं भवति, दीर्घकारस्य इत् इकार आदेशः भवति इरुत् इतो धातोः इति सूत्रेण। तत्र यदा इत् भवति ज्ययुगः ह्रस्व इ इति स्थिते, तत्र यत्र यत्र ऋकारस्य आदेशः अण् इति प्रत्याहारेण भवति तत्र उरण्रपर आहत्य कार्यं करोति कृत्वा इर् भवति, न तु केवलम् इ इति कृत्वा जि योग ज योग इ योग य स्थाने ज योगः इर् योगः य इति भवति। तत्र यत्र जिर् इति स्थिते तत्र हलं हलन्त्य धातुः भवति, हलन्त्य अङ्कं भवति न तु धातु। तत्र रेफा जायति, ऋकारमन्दिर अस्ति चेत् अच्वर् नास्ति, किन्तु उरण्ड्रप इति सूत्रं किं वर्तते तस्य कारणेन यत्र अण् ऋकारस्य आदेशरूपेण भवति तत्र न केवलम् अण् आयाति, अण् स्थाने रपरादि आयाति पर पररूपेण इति कृत्वा अर् इर् उर् इति इत्यादि रूपाणि भवन्ति इति कृत्वा अङ्गं हलन्त हलन्तं भवति। यदि उरण्ड्रपर न भवति चेत् तत् अजन्तमेव तिष्ठति। एतद् रण् इति प्रत्याहारः नास्ति, एतद् उः अण् इति अस्ति। रण् न वदामि, र वदामि, र प्रत्याहारः अस्ति अहं पठितवान्, परन्तु अत्र अण् अ इ उ, परन्तु तत्र तदनन्तरं ह य व र ल अपि आयाति, तर्हि एव र अपि च ल आयाति, र हलन्तु अपि च ल हलन्त, तत्र स्पष्टतया अहं न जानामि, तद् परन्तु र प्रत्यहार अस्ति लघुसिद्धान्तकौमुदी दृष्टिकोणे। र सूत्र र अर्थात् सम्पूर्ण सूत्रार्थं तद् भिन्नं विवर्णस्य लवर्णस्य आदेशरूपेण विधीयमानात् अवर्णात् इवर्णात् उवर्णात् अनन्तरं नित्यं यथासङ्ख्यं रेफः अथवा लकार इति विधीयते, न तु प्रत्याहार। केवलं अपठु दट्स् आल्, परन्तु रेफा अपि च हकार यदा भवान् उक्तवान् तत्र कोऽपि युनो संशयः नास्ति, परन्तु यदि कोऽपि वदति र प्रत्याहारः अस्ति तत्र एव संशयः, परन्तु यदि यदि अत्र कोऽपि वदितुं अग्रे वक्तुं न इच्छामि तत्र कोऽपि चिन्ता नास्ति। सिद्धान्तकौमुदी किं वदति, ऋत् इति त्रिंशतः संयुक्ते तत्स्थाने यः अन् सः रपरा सन् एव प्रवर्तते, अत्र अन्तरतम्यात् इति लिखितं तत्र कृष्णार्दीर् कृष्णार्दीर्ीत्यत्र एवं तवल्कारः इत्यादि उदाहरणं दत्तमस्ति. कृष्णार्थे तत्र तु प्रत्याहारं न दत्तमस्ति. नो कृष्णार्थे उदाहरणमस्ति, अहं जानामि, परन्तु पूर्वं रसिद्धि कथं भवति आधारेण रप्रत्याहारे किहितः, परन्तु ऊर्णरपरः पूर्वं कोऽपि व्याख्या आसीत्. गतवर्गे भवान् एव तस्य विवरणं दत्तमस्ति न ऊर्णरपरस्य. मया ध्वनिमुद्रणं श्रुतं, तस्मिन् भवान् एव ऊर्णरपर इति पठित्वा तस्य विवरणं दत्तमस्ति. तत्र तु प्रश्नः न उचितम् इति तत्र तावत् भवान् न पृष्टं किमपि संशयः. न, तत्र अहं केवलम् अन्य कोऽपि प्रश्नः न अकरोत्, यथा विद्याभगिनी उक्तवती. तत्र तदनन्तरम् अहं कोऽपि अन्यप्रश्नः नास्ति, परन्तु केवलम् अत्र केवलं किञ्चित् अग्रे मम संशयः अस्ति. तथापि कोऽपि अन्य उरन्रुपर इति परिभाषासूत्रस्य अवगमनार्थं क्लिष्टता अस्ति सर्वदा. या उरन्रपरः कोऽपि कष्टं नास्ति. उरन्रपः सम्बन्धे कोऽपि कष्टं यदि अण् अस्ति तर्हि अण् अर्थात् रपर् अस्ति, रपर् अर्थात् रहलन्त तदेव अङ्गं हलन्तं भवति. अङ्गम् हलन्तः अङ्गं हलन्तं भवति यदा अस्थाने और् ई स्थाने उ स्थाने और् इत्यादि भवति. तदनन्तरम् उदाहरणानि विदितवान् तत्र. अद्य विद्याभगिनी नास्ति किम्? केवलं न न मम प्रश्नः अद्य विद्याभगिनी न आगच्छति किम्? विद्याभगिनी स्वास्थ्यं नास्ति, सम्यक् नास्ति. ओ एवं वा, अस्तु अस्तु अस्तु अस्तु, धन्यवादः. विजयभगिनी विजयलक्ष्मी भगिनी भवती एव पठतु हृदयित धातोः इति. कुत्र तृतीयः बिन्दु वा? बिन्दु तस्मात् प्रक्रिया अनन्तरं ऋत इत् धातोः इति. ऋत इत् भगिनी इदानीमेव जिरुसम्बन्धे उक्तवती खलु वंशी भगिनी. सूत्रं न विवरणं न दत्तं न. अस्तु अस्तु, ऋकारान्तः धातवः ततः वा? आम् तदनन्तरं ऋत इति धातोः सप्तम सूत्रं पठनीयं भगिनि. सूत्रम् ओ अस्तु अस्तु, ऋत ऋत इत् धातोः सप्तमाध्यायस्य प्रथमपादस्य शततमं सूत्रं रुदन्तस्य धातोः अङ्गस्य ह्रस्व इकारादेशो भवति इति ङिति प्रत्यये परे. अस्मिन् सूत्रे निमित्तं नोक्तं यत्र यत्र अवसरः तत्र तत्र प्राप्तिः. कित् ङित् भिन्नप्रत्ययः परश्चेत् गुणे सति इकारादेशस्य प्रसक्तिर्न भवति. अलोन्त्यस्य इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ऋकारस्य स्थाने ह्रस्व इकारादेशः, येन विधिस्तदन्तस्य इत्यस्य साहाय्येन ऋतः इत्यनेन ऋदन्तस्य इत्यस्यापि ग्रहणम्. ऋतः षष्ट्यन्तम्, इत् प्रथमान्तम्, धातोः षष्ट्यन्तम् त्रिपदम् इदं सूत्रम्. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत् अत्र दीर्घऋकारः दीर्घ ऋत इत्युक्ते अत्र तकारः तपरकरणं नास्ति खलु केवलं तदेव चर्चा अभवत् ऋतः इति षष्ट्यन्तम् इति ऋतः इति षष्ट्यन्तम् अत्र तपरकरणं नास्ति केवलम् उच्चारणार्थः स्पष्टम् अवगमनार्थम् अत्र तकारस्य ग्रहणं भवति ऋतः इति षष्ट्यन्तम् इद् धातोः अत्र इद् इति प्रथमान्तं धातोः इत्यपि षष्ट्यन्तम् अतः धातोः ऋतः धातोः इति विशेष्यविशेषणभावः अस्ति सूत्रे केवलं त्रीणि पदानि सन्ति ऋतः इत् धातोः अत्र अधिकारः अस्ति अङ्गस्य इत्यस्य अधिकारः अस्ति अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत् भवति अत्र परिभाषासूत्रम् अलोन्त्यस्य इति आयाति आगत्य किं वदति सम्पूर्ण किं धातो सम्पूर्णधातोः स्थाने न भवति केवलम् अन्तिम वर्णस्य स्थाने अन्तिमस्य ऋकारस्य स्थाने ह्रस्व इकारादेशः भवति इति अनन्तरं येन विधिस्तदन्तस्य इति परिभाषासूत्रं किं वदति इत्युक्ते ऋतः इत्यनेन केवलं ऋका यस्मिन् धातोः ऋकारः अस्ति केवलं तद्वत् धातु नास्ति यस्य धातोः अन्ते दीर्घऋकारः अस्ति तस्यापि ग्रहणं भवति येन विधिस्तदन्तस्य इति परिभाषासूत्रेण किञ्चित् दीर्घं सूत्रस्य किं कार्यस्थानं दीर्घं भवति तावदेव अत्र गतवर्गस्य विषये मया श्रुतं तस्मिन् स्पष्टता नास्ति मम इति ऋतः इति तपरकरणं नास्ति इति केन वदति दीर्घऋकारस्य तपरकरणम् अस्ति चेदेव ऋतः भवति न परन्तु दीर्घऋकारस्य ऋतः इति भवितुं न अर्हति यतोहि यदि तपरकरणं नास्ति इति चिन्तयतु यदि तपरकरणं नास्ति इति अस्ति चेत् तत् ऋ इत्यस्य षष्टिविभक्ति कथं भवति उः इति भवति तत्र उः इति उः इत्युक्ते दीर्घः वा ह्रस्वः वा इति वयम् अवगन्तुं न शक्नुमः उः इति ये उः अस्ति चेत् केवलं ऋकारस्य नास्ति उकारस्य अपि भवितुमर्हति न षष्टि उकारस्य षष्टि किमस्ति न उकारस्य उः इति षष्ट्यन्तं पदं केवलं स्वीकरोतु ओ भवति खलु ओ भवति खलु ओ भवति गुरोः भवति गुरोः शिशोः इति भवति अस्ति ओ ओ अच्छा ओ तत्र तपरकरणस्य इदानीं तु विद्या भगिनी गत वर्गे एव उक्तवती खलु तत्र तकार नास्ति चेत् ह्रस्व ऋकारः वा दीर्घ ऋकारः इति न ज्ञातुं शक्नुमः अतः इदानीं तकार अस्ति इदानीं तु ऋकारः तदेव सुमन् भगिनी तदेव तपरकरणम् इति उच्यते न आमां सत्यं तपरकरणम् इति कदा भवति ह्रस्वस्य एव तपरकरणं भवति. इट् डजन्ट् हेव् टु बि अ तपरकरणम्, इट् जस्ट् हेव् टु बि समथिङ्ग् टु इण्डिकेट् दट् इट् इस् अ र धातु, नाट् दट् यु केन्. सो इट् कुड् हेव् बीन् अ ककार ओर् अ गकार ओर् एनी अदर् वर्ण. I guess he has just used the varna. But you have to distinguish the dirgha ra from the rasva ra. Otherwise, if you just have the ra, then you, when you get uhu, you can't differentiate rasva rikara va dirgha rikara. That's samichinam bhavani. किन्तु मम प्रश्नः अस्ति अत् आत् इति तत्र उभयत्रस्थाने ह्रस्वत्वं दीर्घत्वं सूचयितुं सपरकरणं कृतमस्ति. न, ह्रस्वत्वस्य एव यदा भवान् अ इति वदति तदा एव अष्टादश तस्य भेदानाम् अपि ग्रहणं भवति. आ यदि वदति तर्हि ह्रस्वस्य वा प्लुतस्य वा ग्रहणं कदापि न भवति. अ इति वदति चेत् एव अष्टादश भेदा प्रभेदाः गृह्णाति अ इति वर्णः. आ इति यदा वदति तर्हि केवलम् आ इत्यस्य अनुनासिक अननुनासिक अनन्तरं किम् अस्ति खलु स्वरित भगिनी प्रभेदाः परतत्कालस्य इति सूत्रम् इदानीं व्यर्थं भवति. न न न, व्यर्थं न भवति. इट् इस् नाट् नीडेड् औट् हियर् बिकास् ऋकारः द दीर्घऋकारः केनाट् डू ग्रहणम् आफ् एनिथिङ्ग् एल्स्. सो इट् व्यर्थं न, सफरतत्कालस्य सूत्रं व्यर्थं न भवति. बट् यु सफरकरणमेव नास्ति अत्र, तपरकरणं नास्ति, उच्चारणार्थः एव. इट् इस् नाट् उच्चारण, इट् इस् नीदर् उच्चारणार्थ नार् इस् इट् तपर, नार् इस् इट् टु इण्डिकेट् दीर्घकारः ओन्लि. यु नीड् सम् अदर् कान्सनेण्ट् टु मेक् इट् अ हलन्त सो दट् द षष्ठी विभक्ति केन् बि डिस्टिङ्ग्विश्ड् फ्रम् द ह्रस्वरकारस्य षष्ठी विभक्ति. यतोहि वयं दीर्घकारः एव इच्छामः खलु, न न न, तपर तपरकरणम् इस् टु रिस्ट्रिक्ट् दि द ग्रहणं. बट् दीर्घकारः केन् नाट् बै डिफाल्ट् और् बै डेफिनेशन् दीर्घकारः केन् नाट् डु ग्रहणम् आफ् एनिथिङ्ग् एल्स्. भवन् भगिनी सपरकर्ण सपरतत्कालस्य सूत्रं किं वदति? सकरात् परः वर्णः तदा च सकारः, यस्मात् परः स वर्णः, उभौ अपि स्वकालवाचकानां सवर्णानाम् एव निर्देशं कुरुत इति अस्ति. When you say a, it means a will एकनिमिषं महोदय, भवान् वदतु इदानीं तु ऋक् इति अस्ति चेत् सूत्रे नो और् मे बि ऋग् अस्ति नो चेत् ऋड् अस्ति ऋद् अस्ति तत्र तथा भवति चेत् किमपि क्लेशः भवति का? No, you, because again when you do, say, take rid, if the, the sutra says rid or rij, then you just say rijaha, ridaha, right? So that indicates the shashti vibhakti, but it also indicates the dirgha rakaraha shashti vibhakti. But you cannot take any letter other than takaraha, because why not? He has used takaraha for a daitoho. So he, but it is not that takara is not needed for the purpose that we think that the takara is needed. Yeah, yeah, it is not needed for tapara, that is definite. Correct. Why taparakarna tatra avashyakam eva? Why cannot? No, taparakarana's definition is when you say, ओन्लि वर्ण विच् विल् टेक् आल् 18 भेदास् वित् एट् इस् ह्रस्व अकारः. सो टु रिस्ट्रिक्ट् ह्रस्व अकारः टु टेक् ओन्लि द सिक्स् प्रभेदास् आफ् ह्रस्व अकारः यु पुट् तपरः. When you say A, it is only going to take the six prabhedas of A. You don't need tapara for that. Or when you say Pluta Akaraha, it will only take the Pluta Swara and it will not touch the Hraswa Akaraha or Akaraha. Only when you say Hraswa Akaraha, it will take along with it the entire 18 Jing Bang. To prevent all the others from coming into the picture, you say At. So only the six prabhedas of Hraswa Akara will come into the picture. Or It, the six prabhedas of Hraswa Akara. Rikaraha, Dirka Rikaraha Bhavatu, Hraswa Rikaraha Bhavatu, Tasya Shashti Vibhakti Kurmaha Che, Tatra Uhu Iti Eva Agachati Khalo. आं देट् वी हेव् डिस्कस्ड् सो तत्र भिन्न भगिनि इदानीम् उः इद् धातोः इति वदामः चेत् उरित् धातोः इति अपि वक्तुं शक्नुमः खलु इति सूत्रमपि समीचीनमेव तत्र उच्चारणक्लेशः नास्ति किन्तु तथापि तत्र तकारः आयाति चेत् तत्र दीर्घ ऋकारः भवतु इति कृत्वा एव तपरकरणं कृतम् इति भाति यतोहि विजयलक्ष्मी भगिन्या उक्तं समीचीनम् इति समीचीनमेव रु इति वदामः चेत् तत्र दीर्घकारः एव ग्रहणं तथापि अत्र रु इत्यस्य षष्टिविभक्ति उः इति एव आगच्छति खलु. अस्तु इदानीं सूत्रे ऋकारस्य इति लिखामः चेत् सम्यक् किम्? Haan, that he could have done, but he would have lost his putra. That is more letters. So he would have lost his putra. So basically, if you said rikaras, Suman Bhagini, tadeva taparakara tatkalasya sutrasya vivarana samiye vakyane dattam asti tat paraha taparaha taparaha yasvat saha paraha. No, I know, I'm familiar with the sutra. Evam, suno. एवम् उच्चारणार्थम् अपि प्रयोगः इति अस्ति. हा देट् इस् वाट् उच्चारणार्थं देट् इस् ऐ एम् सेयिङ्ग् देट् ऋ द इस् फार् उच्चारणार्थ बिकास् आल्सो इट् इस् ओन्लि फार् उच्चारणार्थ. किमपि वदति महोदय, एषा चर्चा अत्रैव स्थगयामः, अग्रिमकक्षायां पृच्छामः, तत् समीचीनं भवति. किमर्थं समयः अत्र तपरतत्कालस्य व्याख्याने लिखमस्ति. द्वयोः चर्चा समीचीनमस्ति. पश्यतु, बहुषु सूत्रेषु तकारः उच्चारणम् अपि प्रयुक्तः अस्ति. यदा इति सूत्रे तस्मिन् इत्युक्ते ऋत इति धातोः इति अस्मिन् सूत्रे दीर्घऋकारात् परः यः तकारः विद्यते तस्यापि प्रयोजनम् उच्चारणम् एव इति दत्तमस्ति. दीर्घऋकारेण कुत्रापि सवर्णग्रहणं न सम्भवति, यतः दीर्घः ऋकारः अण् प्रत्याहारी एव न वर्तते. अतः तत्रापि सवर्णग्रहण नियमेन न कश्चन लाभः इति उच्चारणार्थं तकरकरणम् इति नामः अस्ति तपरकरणं, किन्तु तत् कालस्य विशेषं नास्ति, केवलम् उच्चारणार्थम्. समीचीनं, तत् द्वयोः चर्चा समीचीनमस्ति. परन्तु किमर्थं तत्र क्लेशः इत्युक्ते तत्र पूर्वस्मिन् कक्षायां तत्र अन्तिमं निगमनं सम्यक् न अभवत्. परन्तु अस्य विषये अग्रिमकक्षायां विद्याभगिनीं पृच्छामः, नो चेत् समयः अपि अपगतः किल तत्र. यतोहि तत्र व्याख्याने किम् अस्ति अस्माकं, अस्तु अग्रे पठामः. षष्ठीस्थाने योग, अन्य कोऽपि पठति वा? अहमेव पठति वा? राजी भगिनी न श्रूयते. राजी भगिनी न श्रूयते. मम सङ्गणकमध्ये अहम् जयलक्ष्मी भगिनी पठतु. आं महोदय, षष्ठीस्थाने योग षष्ठीविभक्तेः अन्यार् क्षम्यता अन्यार्था अभावे स्थाने इत्यर्थः भवति स्थानेन योगो यस्याः बहुव्रीहि परिभाषा सूत्रम् इदम् षष्टिस्थाने योग इति सूत्रमस्ति तस्य अर्थः षष्टिविभक्तेः अन्य अर्थस्य अभावः यत्र भवति तस्मिन् सन्दर्भे सूत्रे यथा षष्टिविभक्तिः आयाति तस्य स्थाने इति अर्थः भवति इति उक्तम् एतत्तु परिभाषासूत्रमस्ति इति उक्तम् अलौङ्क्यस्य षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अल्वर्णस्य स्थाने भवति परिभाषासूत्रम् अलः षष्ट्यन्तम् अन्त्यस्य षष्ट्यन्तं द्विपदम् इदं सूत्रं षष्टिस्थाने योग इत्यस्मात् षष्टि स्थाने इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रं षष्ट्या अन्त्यस्य अलः स्थाने विद्यमानः आदेशः अलौन्त्यस्य इति अपि परिभाषासूत्रम् अस्ति तस्य अर्थः एतादृशमस्ति षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः भवति सूत्रे सः आदेशः अन्त्यस्य अल्वर्णस्य स्थाने भवति इति उक्तम् अत्र अनुवृत्तिसहितसूत्रं षष्ट्या इत्युक्ते षष्टिविभक्तिद्वारा इति अर्थः अनेन अन्त्यस्य अलः स्थाने एव आदेशः भवति विद्यमानः आदेशः तस्य स्थाने भवति इति अत्र सूत्रस्य अर्थः अस्ति अन्य किमपि अस्ति वा महोदय अत्र तत्र अन्यार्थाभावे इति अस्ति खलु षष्ठिस्थाने भगिनि अन्यर्थभावे इति लोके सामान्यतया षष्टिविभक्त्याः अर्थः ससम्बन्धभावः अस्ति अत्र जन्यजनकभावः भवेत् अवयवविभावः भवेत् विशेषविशेषणभावः इति ससम्बन्धभावः एव षष्टिविभक्तिद्वारा सूचयति किन्तु अत्र सूत्रे तु तादृश तादृश अर्थः अपि भवेत् किन्तु तादृश अर्थः नास्ति चेत् तत्र स्थाने इति अर्थः स्वीकरणीयः इति अत्र दत्तमस्ति सूत्रेषु पाणिनिना विरचितानि सूत्रेषु तादृशमस्ति यत्र यत्र षष्टिविभक्ति आयाति तत्र स्थाने इत्यस्य अर्थः बहूनि अस्माभिः दृश्यन्ते इति अत्र उक्तम् योगः इत्यस्य किमर्थमस्ति अत्र सूत्रे इति अस्ति वा योग इत्युक्ते स्थानेन योगः यस्याः इति अत्र बहुव्रीहिः क्रियते अस्ति तत्र स्थाने इति अलुक्समासः कृतम् इति भाति खलु महोदय स्थाने इति अत्र विभक्ति तदेव अस्ति स्थाने इति अलुक्समासः कृत्वा स्थानेन योगः यस्याः इति बहुव्रीहिः कृतमस्ति तत्र तावत् स्पष्टता नास्ति मम योगः इत्युक्ते कार्यस्थानम् इति प्रायः तावदेव विशिष्ट अर्थः नास्ति इति मन्ये स्थानेन योगः यत् स्थानेन सह इति स्थाने इति अर्थः सहितः इति भवेत् प्रायः किमर्थं सहितः योगः इत्यस्य स्थानेन युक्तः इति वक्तुं शक्यते स्थाने युज्यते इति भवति वा हा स्थाने युज्यते इति अर्थः स्थानेन युक्तः तदेव स्थाने स्थाने षष्ठी निर्दिष्ट स्थाने अपि भवति तत्र तस्य एव अर्थः तत्र निरूप्यते इति भावयामि स्थानं योग्यतम् अपि भवति किं भगिनि स्थानं योग्य स्थलम् अत्र स्थलम् आदेशः अस्ति खलु षष्टिस्थाने योग इति वदामः चेत् तत्र आदेशः अस्ति तदर्थमेव स्थाने अपि अस्ति खलु अतः तस्य स्थाने स्थानिनः स्थाने इत्यस्मिन् अर्थे अत्र स्थानेन योगः यस्याः इति उक्तम् इति न केवलम् आदेशः आगमः अपि षष्टिः आगमः सत्यं सत्यं किम् आगमः आगमः च षष्टिनिर्दिष्टात् तद्विनिष्ठितात् केवलम् आदेशः भवति वा आगमः अपि भवितुम् अर्हति न किन्तु तस्य स्थाने केवलं स्थानं निर्दिशति स्थानं निर्दिशति कस्य स्थाने इति आगमस्य तु भिन्न एव स्थाने भवति महोदय षष्टी आगच्छति आगमस्य कृते च किन्तु आदेशः तु स्थानिनः स्थाने एव भवति किन्तु आगमः तु तथा नास्ति तस्य पार्श्वे एव आगत्य तिष्ठति अतः स्थाने न भवति आगमस्य तु भिन्न इण्डिकेशन् अस्ति खलु टकारः अन्ते आयाति ककारः तथापि तत्र षष्टिविभक्ति तु तत्रापि भवति खलु षष्टिविभक्ति यत्र अस्ति तस्य एव आगमः इति सूचयति खलु न न न कदापि षष्टि न अङ्गस्य भवति वा अथवा प्रत्ययस्य भवति वा इति वयं तु डिस्कस् कुर्मः खलु सो इट् हेज़् नथिङ्ग् टु डू वित् स्थानि स्थानी नास्ति किन्तु षष्टिविभक्ति तु आगच्छति कस्य कस्य आगमः इति देन् वी वोण्ट् डिस्कस् नो कस्य आगमः इति इट् वास् सो क्लियर् इति अस्ति अर्ति क्रीव्ली रीक्नु ईक्ष्मायातां पुग्नौ इति सूत्रं पश्यामः चेत् तत्र पुगागमः कस्य इति पश्यामः चेत् आताम् इति अस्ति खलु आताम् इति षष्टि बहुवचनम् अस्ति खलु तत्र षष्ठी तत्रापि यस्य आगमः भवति तस्य षष्ठी विभक्तिः अपि भवति तस्य अवयवः भवति इति उक्तं खलु भगिन्या षष्टिविभक्तिद्वारा यः यत् अस्ति तस्य अवयवः आद्य अवयवः न चेत् अन्तिम अवयवः भवति आगमः षष्ठी स्थानी भवति आदेशरूपेण आगच्छति चेत् निष्कासनं भवति आगमरूपेण भवति चेत् तस्य अवयवः भवति इति एव इत्युक्ते आदेशरूपेण यदा आदेशः यदा अस्ति तत्र एव षष्टिद्वारा यदा आगच्छति स्थानी भवति स्थानी तु स्थानिनः स्थाने एव आदेशः खलु अतः इति धन्यवादः भगिनि अहं चिन्तयामि महोदय अत्र इदानीं ऋत धातोः सूत्रे टीका दृष्टवती तद् वदति तपरकरणम् असन्देह अर्थम् इति एकं वाक्यम् अस्ति र इति उच्यमाने सन्देहः स्यात् किम् अयं रेफस्य निर्देशः इति प्रश्नः अस्ति अन्यत् किमपि भवति सो असन्देहः भवतु इति तत्र तकारः अस्ति neither for uchcharanam or for spashti rakara grahanam eva asandeha artham iti uktam asti sandeha mabhut ideva antamam exactly sandeha mabhut kim uktam bhagini punarekavaram vadatu तपरकरणम् असन्देहार्थम् अस्तु अस्तु नेक्स्ट् वाक्यम् इस् र इत्युच्यमाने सन्देहः स्यात् किम् अयं रेफस्य निर्देशः एवम् एतत् सूत्रमेव तपरकरणस्य व्याख्ये अपि दत्तमस्ति तपरतत्कालस्य इत्यस्मिन् ओ अस्तु तत्रापि यस्य सूत्रस्य उल्लेखः अस्ति तत्र उच्य उच्चारणार्थम् इति उच्यते तत्र उच्चारणम् इस् भिन्न असन्देहः इस् भिन्न So there are two different concepts. Uccharanam is just for to make it easier to pronounce. But asandeha is different from uccharanam. Uhu is not difficult to pronounce. अष्टाध्यायी.com मध्ये एतादृशम् उक्तं यत् ऋत इत्यत्र तपरकरणमपि नास्ति उच्चारणार्थमपि नास्ति किन्तु स्पष्टीकरणार्थम् इति अग्रे उक्तमस्ति किन्तु तदेव मम च किञ्चित् तत्र न योजयामि तस्मिन् कृते अतः चर्चां कृतवती. कुत्र अस्ति भगिनि? ऋत धातोः इति सूत्रे एव अग्रे अन्तिमभागे नास्ति न चेत् तत्र एकक्षणं दृष्ट्वा वदिष्यामि. तत्र एव अन्ते अस्ति सूचना इति बाक्स् मध्ये उक्तमस्ति. तपरतत्कालस्य अहं पठामि वा? मम पुरतः अस्ति, पठतु भगिनि. अत्र सूचना इति दत्तमस्ति. यदा भगिन्या उक्तं यत्र यत्र वर्णात् अनन्तरं तकारः प्रयुक्तः वर्तते तत्र तत्र तपरकरणं कृतमस्ति इति उच्यते. यत्र यत्र वर्णात् अनन्तरं तकारः प्रयुक्तः वर्तते तत्र तत्र तपरकरणं कृतमस्ति इति उच्यते. यथा अदैङ्गुणः, दिव उत्, ऋत्यकः, ऋत इद्धातोः इत्येतेषु सर्वेषु अपि सूत्रेषु तपरकरणं विद्यते. एतादृशं तपरकरणं सवर्णग्रहणनियमार्थं भवितुम् अर्हति अथवा उच्चारणार्थम् असन्देहार्थम् अपि भवितुम् अर्हति इति सूचना दत्तमस्ति. तत्र उच्चारणार्थम् असन्देहार्थम् इति गिवन् इट् वित् अ स्ट्रोक् मीन्स् ऐदर् आफ् द टु. Either of the, yes. Yeah, but if you look at Rita Uddhatohu, there it says it is Asandeyartham. There anyway, in the Tika, in the Tika for Rita Uddhatohu, it says Asandeyartham. But one thing is very clear, it is not for Kala Nibbidhan, Kala Niyamanartham. Yeah, and it is not for Uccharanam either. Anyway, that's okay. आं पठामि. येन विधिस्तदन्तस्य प्रथमे अध्याये प्रथमे पादे द्विसप्ततितमं सूत्रं विशेषणं तदन्तस्य अपि भवति स्वस्यापि भवति इति सूत्रार्थः. सः अन्ते यस्य, सः तदन्तः, तस्य तदन्तस्य बहुव्रीहिः. परिभाषासूत्रमियम् इदम् विधीयते इति विधिः. येन तृतीयान्तं, विधिः प्रथमान्तं, तदन्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रं. स्वं रूपं शब्दस्या शब्दसंज्ञा इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्तिः. विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः स्वस्य रूपस्य इति अनुवृत्तिसहितसूत्रं. येन विधिः तदन्तस्य स्वस्य रूपस्य च. अत्र एकः बृहद्विषयः अस्ति. येन विधिस्तदन्तस्य इति एकं परिभाषासूत्रमस्ति. तत्र सूत्रं वदति विशेषणं तदन्तस्य अपि भवति स्वस्य अपि भवति इति. सः अन्ते यस्य, सः तदन्तः. तत्र तदन्त इत्यस्य बहुव्रीहिः समासस्य विग्रहः दत्तमस्ति. सः अन्ते यस्य, सः तदन्तः. तदन्तः इत्युक्ते तद् इति यदा वयं जानीमः यथा वयं जानीमः समासे समासकरणस्य समासस्य समासस्य समासः कृतम् इच्छामः चेत् तत्र प्रातिपदिकस्य उपयोगम् अस्ति, अतः तत्र सः इति तत्र प्रथमाविभक्ति एकवचनं, सः अन्ते, यस्य सः, तत् अन्तम्, अतः तदन्तं, तदन्तः, तस्य तदन्तस्य बहुव्रीहिः. विधीयते इति विधिः अत्रापि उपपदसमासः अस्ति इति मन्ये. येन इति तृतीयान्तं, विधिः इति प्रथमान्तं, तदन्तस्य इति षष्ठ्यन्तम्, अपि च तत्र स्वं रूपं शब्दस्य अशब्दसंज्ञा इति एकं सूत्रमस्ति. तस्मात् स्वम् अपि रूपम् इत्यनयोः विभक्तिविपरिणामः भूत्वा तत् प्रयुक्तमस्ति. स्वस्य रूपस्य इति तत्र षष्ठ्यन्ते विभक्ति विपरिणम्यते. येन विधिः तदन्तस्य स्वस्य रूपस्य च इति तस्य पूर्णार्थः इति वक्तुं शक्यते. येन इत्युक्ते विशेषणेन, येन विशेषणेन यदा कोऽपि विधिः, यदा कमपि विधिं निर्दिश्यते तदा तत् अन्तस्य इत्युक्ते तत् विशेषणान्तस्य अपि च विशेषणम् किम् इति स्वीकृतम्, येन इति विशेषणेन इति तस्य निर्देशः अस्ति. येन इत्युक्ते येन विशेषणेन इति, विशेषणेन इति स्पष्टरीत्या तत्र न दत्तमस्ति, परन्तु येन इत्यस्य अन्वयः विशेषणेन इत्यस्य सह अस्ति खलु आरम्भे एव विशेषणं तदन्तस्य. किन्तु येन इति येन विधिना इति स्वीकुर्मः चेत् किं भवति, येन विधिना विधीयते, न येन विशेषणेन यदा कोऽपि विधिः निर्दिश्यते तदा सः विधिः विशेषण सः विधिः विशेषणस्य कृते अपि भवति, तत् विशेषणं यस्य अन्ते अस्ति तस्य कृते अपि भवति इति तस्य अर्थः. विशेषणस्य स्वस्य कृते अपि तत् विधिः सः विधिः भवति, अपि च सः विशेषण सः तत् तं विशेषणं यस्य अन्ते अस्ति तत् तस्य शब्दस्वरूपस्य अपि तस् सः विधिः निर्दिश्यते इति तस्य सूत्रस्य आशयः. प्रकृतसूत्रे कथं तस्य प्रसक्ति ऋत इति धातुः अत्र ऋत इति अस्ति, रुदन्तस्य धातोः इति ऋत इति विशेषणमस्ति. पुनः एकं स्मर्तव्यं किमिति चेत् तत्र विशेषणविशेष्यसम्बन्धः अपि एतेन सूत्रेण निर्दिश्यते. अत्र ऋत इति धातोः अत्र इति तु आदेशः अस्ति, तत् त्यजामः. ऋत धातोः अत्र ऋत आम् ऋत इति धातोः ऋत धातोः अत्र विशेषणविशेष्यसम्बन्धः अस्ति. धातुः इति विशेष्य ऋत इति विशेषणं, तत्र ऋत धातोः इति अत्र येन विधिस्तदन्तस्य इत्यनेन इत् इति आदेशः ऋ इति धातोः कृते अपि भवति, अपि च ऋ इति वर्णः यस्य धातोः अन्ते अस्ति तत्र अपि भवति इति तस्य अन्वयः. अतः येन विधिस्तदन्तस्य इत्यस्य इति परिभाषया ऋत इद्धातोः इति सूत्रं कार्यं करोति. स्पष्टं वा किमपि? आम् आम्. यथा जृ इति अस्ति, तत्र ज योगः दीर्घऋकारः, अतः ऋकारः अन्ते अस्ति, तस्यापि ग्रहणं भवति. अनन्तरं तृ इति अस्ति, तत्र ऋकारः अन्ते अस्ति, तस्यापि ग्रहणं भवति. केवलं ऋ इति भवति चेत् तत्र तस्यापि ग्रहणं, सम्यक् सम्यक् तत्र रु इति विशेषणमस्ति एतत् एतया परिभाषया किं निर्दिश्यते विशेषणस्य अपि तत् कार्यं भवति विशेषणं किम् अस्ति रु इति विशेषणमस्ति तत्र अपि इत् इति आदेशः भवति अपि च रु इति कस्मात् धातोः अन्ते अस्ति तृ इति धातोः अन्ते अस्ति जृ इति धातोः अन्ते अस्ति तत्र अपि इत् इति आदेशः भवति उभयोः स्थाने इत् इति आदेशः भवति इति कृत्वा येन विधिस्तदन्तस्य इति परिभाषायाः साहाय्येन ऋत इत् धातुः इति सूत्रस्य कार्यं भवति इति तस्य आशयः कार्यक्षेत्रं बृहत् भवति तावदेव अपि च स्वं रूपं शब्दस्य अशब्दसंज्ञा इति इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्तिः अत्र विद्याभगिन्याः उक्तमासीत् स्वं रूपम् इत्युक्ते आनुपूर्विः अत्र शब्दशास्त्रे तया उक्तमासीत् आनुपूर्विः इति एक सङ्कल्पना कान्सेप्ट् अस्ति शब्दस्य स्वरूपं संज्ञा भवति शब्दशास्त्रे या संज्ञा अस्ति तां विना इति तस्य अर्थः इत्युक्ते शब्दस्य स्वरूपम् इति आनुपूर्वी परन्तु व्याकरणशास्त्रे शब्दस्य संज्ञा इति एकम् अर्थम् अस्ति अपि च यस्य संज्ञा इति अर्थं नास्ति तत्र तु आनुपूर्वी एव स्वीकरणीयम् इति तस्य अर्थः परन्तु अत्र तु अत्र सूत्रस्य प्रसक्तिः नास्ति ऐ मीन् केवलं स्वं रूपम् स्वं रूपम् इत्यस्य षष्ठ्यन्तया विपरिणम्यते इति कृत्वा स्वस्य अपि च रूपस्य इति तस्य रूपं भवति अतः येन विधिः तदन्तस्य स्वस्य रूपस्य च स्वस्य रूपस्य इत्युक्ते स्वस्य विशेषणस्य तस्य स्वस्य एव तस्य विशेषणस्य आनुपूर्विः अस्ति आनुपूर्विः किम् अस्ति ऋ इति आनुपूर्विः अस्ति अतः तस्य स्वस्य इट्स् ओन् भगिनी केन् यु एक्स्प्लेन् आनुपूर्विः अगेन् आनुपूर्विः इस् जस्ट् द स्पेलिङ्ग् लैक् झृ इति अस्ति चेत् जकारः ऋकारः इति तस्य आनुपूर्वी आनुपूर्वी क्षम्यतां नाट् आनुपूर्वी आनुपूर्वी अतः स्वं रूपम् इत्यस्य अर्थः तु आनुपूर्वी इति अस्ति अत्र स्वस्य रूपस्य इत्युक्ते आनुपूर्व्याः इति भवेत् सो आनुपूर्व्याः इत्युक्ते तस्य विशेषणस्य न अत्र किं विशेषणमस्ति ऋ इति विशेषणमस्ति अतः तस्य विशेषणस्य इट्स् ओन् विशेषणस्य इत् इति आदेशः भवति अपि च तत् विशेषणं यस्य अन्ते अस्ति तस्य अपि इत् आदेशः भवति इति भवती स्मरति वा एतत् सूत्रम् इगन्तधातोः गुणस्य सम तत्र सर्वदा सर्वधातुप्रत्ययसमये एतत् सूत्रस्य विवरणम् अपि अस्ति इगन्तधातु इक् अन्तः यस्य सः अपि यदि इक् वर्णधातु अस्ति चेदपि तत्र येन विधिष्ठदन्तस्य रूप इति सूत्रं कार्यं करोति इति उक्तं न इणधातौ इति सूत्रस्य उदाहरणं स्वीकृत्य इकारान्तधातु अस्ति चेत् अपि भवती केवलम् ई धातु इण् इति यत् नकारलोपानन्तरम् इ एव पश्यति किल तत्रापि सत्यं तत्रापि अस्ति तत्रापि येन विधिष्ठदन्तस्य परिभाषया एव तत्र गुण भवति इति बहुषु सूत्रेषु बहुषु सूत्रेषु एतस्याः परिभाषायाः साहाय्यं स्वीकरणीयं तदा एव तस्य पूर्णस्य सूत्रस्य अर्थं वयं प्राप्नुमः इति अस्ति बहु महत्त्वपूर्णं सूत्रं परिभाषासूत्रं धन्यवादः भगिनि धन्यवादः भगिनी पठति वा गुरण्ड्रपर मां पृष्टवान् किं महोदय न श्रुतम् आम् उरण्ड्रपर इति सर्वत्र अस्ति न उरण्ड्रपरः ऋकारस्य यदा अण् आदेशः भवति तदा सः अण् सदा रपरः भवति ऋकारेण त्रिंशत् प्रकारकः ऋकारः भवति इति बोध्यम् रः परो यस्य सः रपरः उः षष्ट्यन्तम् अन् प्रथमान्तं रपरः प्रथमान्तं त्रिपदम् इदं सूत्रम् स्थानेन्तरतम इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिसहितसूत्रम् उः स्थाने अण् परः एतत् सूत्रं वदति यदि वयं ऋकारस्य स्थाने अण् इत्युक्ते अकार इकार उकारस्य ओकारवर्णः आदेशः भवति तदा सः अण्वर्णः इत्युक्ते अकार इकार उकार रपरः भवति इत्युक्ते अर् इति आदेशः भवति इर् नो चेत् उर् इति भवति इदानीं तु ऋकारस्य त्रिंशत् प्रभेदः तत्र किमर्थं दत्तमस्ति अहम् ऋकारस्य ह्रस्व दीर्घप्लुत तत्र ऋकारस्य दीर्घस्य तस्य अत्र प्रयो किमर्थं दत्तमस्ति लुकारस्य अपि ग्रहणम् इति सर्वरूपाणां परन्तु लोके तु तद्वत् शब्दः अस्ति वा पदमेव नास्ति इति मन्ये लौकिकविषये एव नास्ति तत्र तु उच्चारणस्थानं तु वैदिकविषये एव न यदि लकारः भवति तदा अल् इल् उल् इति भवति तत् तत्कारणमेव उहु इत्युक्ते न केवलं ऋकारः लकारस्य अपि लकारस्य अपि त्रिंशत् प्रभेदाः त्रिंशत् प्रभेदाः इत्युक्ते लकारस्य अष्टादश प्रभेदाः लकारस्य द्वादश तदेव तत् आहित्य त्रिंशत् लकाररूपाणि अन्य रेफलकारस्य रपरः परः इति अस्ति न हा रपरः इति केवलं ऋकारस्य रपरः भवति लकारस्य प्रायः लकारस्यापि रपरः एव भवति यस् यस् वि डिड् वन् एक्साम्पल् ऐ रिमेम्बर् तत्र तत्र र प्रत्याहार अस्ति रेपः अपि च अकार ऐयुण् एवं लण् लण् इति तत्र लण् इति मध्ये अकारः अस्ति न बट् इवन् इफ् देर् इस् अ ल स्वर द अर् इर् उर् इति एव आयाति न तु अल् इल् उल् तत्रापि रपरः एव आयाति चेत् न लकारमस्ति चेत् अल् भवति लकार अस्ति चेत् अल् आदेशः भवति न तु अर् ऐ रिमेम्बर् वि डिड् वन् एक्साम्पल् वेर् फार् लकार आल्सो इट् केम् एस् र यु गैस् कण्टिन्यू ऐ विल् जस्ट् ब्रिङ्ग् द बुक् अण्ड् ऐ विल् गिव् यु द एक्साम्पल् ओके लकारस्य स्थाने ल भवति लकारस्य ऋकारस्य रेफा भवति रबर भवति इत्युक्ते ओके तत्र लकारः अवगतं वा तवलुकरः तवलुकारः इति सत्यं तवलुकारः लकारस्य स्थाने अल् भवति अल् एव भवति अर् न भवति तत्र र तु प्रत्याहार अस्ति न तु प्रत्याहार रेफः नास्ति रकारः रेफः नास्ति र प्रत्याहार इत्युक्ते रकार लकारः अनुनासिकमस्ति हयवरट् इत्यत्र रेफस्य लण् इत्यस्य लकारस्य लकार रेफ लकारस्य लेफरकारस्य संयुक्त इति प्रत्याहार अस्ति अत्र रेफः इति र इति प्रत्याहार अस्ति न तु रेपः एव केवलम् एतत् सूत्रस्य कृते अत्र पितृऋणम् इत्युक्ते किं भवति पितॄणम् इति भवति ऋकारः ऋकारः तेषां सवर्णदीर्घः भवति अत्र तु सवर्णदीर्घः अन्नादेशः नास्ति खलु एवमेव होतृ लुकारः तत्र तदपि सवर्णदीर्घः अस्ति एव उदाहरणं तव योगः लुकारः तत्र अकारः लुकारः स्थाने तत्र अल् इति भवति यतोहि तत्र तवल्कारः इति गुणसन्धि गुणसन्धि भूत्वा तत्र तवल्कारः लपरः इति भवति न तु रपरः सवर्णदीर्घ कोऽपि किमपि न वद वद न सवर्णदीर्घः नास्ति सवर्णदीर्घे तु दीर्घ ऋकार एव आदेशः भवति यतोहि दीर्घलकारः नास्ति अस्तु अस्तु तवल्कारः इति तवल्कारः इति उदाहरणमस्ति तत्र लकारस्य सो यत्र अण् आदेशः भवति अकार इकार उकार आदेशः भवति रेफस्य स्थाने सोरि ऋकारस्य स्थाने लकारस्य स्थाने तत्र अर् इर् उल् चेत् अल् इल् उल् इति आदेशः भवति धन्यवादः भगिनि अत्र अन्तिमसूत्रमस्ति हलि च इति उषा भगिनी पठति वा आं महोदय हलि च रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घः भवति हलिपरे हलि सप्तमीयन्तं च अव्ययपदं द्विपदमितं सूत्रम् सिपि धातोरुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः रुवोरुपधाया दीर्घ इकः इत्यस्य पूर्णतया अनुवृत्तिः येन विधिस्तदन्तस्य इत्यस्य साहाय्येन तदन्तविधिः तदन्तविधिः अतः रुवोः इत्यनेन येषां धातूनाम् अन्ते रेपः वकारः च तेषामपि ग्रहणम् अनुवृत्तिसहितसूत्रं हलि च रुवोः धातोः उपधायाः इकः दीर्घः हलि च इति सूत्रं वदति अनुवृत्तिसहितसूत्रं हलि च रुवोः धातोः उपधायाः इकः दीर्घः रुवोः धातोः रुवोः धातोः इति रेपान्तानां वकारान्तानां धातूनाम् उपधायाः इकः उपधा तस्य धातोः स च धातोः उपधायाः इकः अस्ति चेत् ईवुर् अस्ति चेत् तस्य दीर्घः भवति हलिपरे सप्तमीयन्तं परः हलि अस्ति चेत् हल् वर्णः अस्ति चेत् उपधायाः इकः दीर्घः भवति इति सिपि धातोरुर्व इत्यस्मात् धातोः रुवो इत्यस्य अनुवृत्तिः ओके रुवोरुपदाय दीर्घ इकः इत्यस्य पूर्णतया अनुवृत्तिः दिस् इस् 8277 दिस् 8276 रुवोरुपदाय दीर्घ इकः इति साक्षात् पूर्वम् अस्ति तत्सूत्रं पूर्णतया अनुवृत्तिसहितम् आगच्छति. येन विधिस्तदन्तस्य इत्यस्य साहाय्येन तदन्तविधिः, अतः रुवोः इत्यनेन येषां धातूनाम् अन्ते रेपः वकारः च तेषामपि ग्रहणम्. येन विधिस्तदन्तस्य इत्यनेन रुवोः इत्यनेन रुवोः रुवोः अलोन् नास्ति, यत् अन्ते रेपः वा अथवा अतः वकार वा अस्ति चेत् सस् धातु आल्सो आर् टेकन्. जिर् योगः य इति चेत् जृ योगः ह्यन् जृ ऋत धातोः इत्यनेन ऋकारस्य स्थाने इकार आदेशः भवति. उरण्ड्रपरः इत्यनेन जिर् योगः य जिर् भवति, ह्यन् इत्यस्य यकारः एव अवशिष्यते. जिर् झिर् योगः य इति स्थिते यकारः हल्वर्णः, झिर् इति रेपान्तधातुः भवति. झिर् इति रेपान्त अङ्गम् अङ्गम् बट् झिर् इति फ्रम् झ् धातु इत्यस्य झिर् रेपान्तधातु इव जनैसे डोण्ट् नो झिर् झिर् झिर् इति रेपान्त धातु अस्ति चेत् अस्ति तस्य रेपस्य पूर्वः ह्रस्व इकारः भवति. ह्रस्व इकारः अस्ति, ह्रस्व इकारः इकः सो हलिच इत्यनेन धातोः उपधायाः इकः भवति. ह्रस्व इकारः ह्रस्व इकारः दीर्घः भवति हलिच इत्यनेन. झिर्य इति झीर्य इति भवति, झीर्यति इति लटीरूपं भवति. अत्र क्षम्यतां महोदय, अत्र धन्यवादः महोदय. तावदेव पठितं न गतवर्गे? तत्र अत्र स्थगयामः, अग्रिमसप्ताहे पुनः मिलामः. धन्यवादः. धन्यवादः भगिनी. पृच्छतु. हा न, तत्र हलिच इति अपदान्ते एव कार्यं करोति. तत्र सूत्रमस्ति वोर् व्योरुपधा दीर्घः एकः, तत् सूत्रं सर्वम् अनुवृत्तिरूपेण आगच्छति न, तत्र तु पदान्ते अस्ति, एतत् सूत्रं तु अपदान्ते कार्यं करोति. तत्रैव भेदः सूत्रद्वयस्य, द्वयोः क्षम्यताम्. अपदान्ते हलिच इति अपदान्ते हा, व्योरुपधा दीर्घः एकः इति पदस्य अनुवृत्तिः अस्ति. अतः तत्र किमर्थम् एतत् सूत्रं सर्वम् अनुवृत्तिरूपेण आगच्छति इति मया चिन्तितं. तत्र भेदः अस्ति किमर्थम् इत्युक्ते तत्र अपदान्ते अपि च, अतः तत्र जीर् योगः य इति अस्ति, तत्र पदं नास्ति, जिर् इति पदं नास्ति, अतः तत्र जीव्य इति भवति, यतोहि तत्र अपदम् अस्ति, तदेव भेदः अस्ति सूत्रद्वयस्य. किमस्ति भगिनि? पुनः वदामि, हलीच इति परसूत्रमस्ति. व्योरुपधा दीर्घः एकः इति सूत्रात् परः हलीच इति अस्ति, परसूत्रमस्ति. तत्र तु अष्टमाध्याय त्रिपाद्याम् अस्ति, परन्तु तत्र तु हलीच इति हलीच इत्यस्य पदस्य अनुवृत्तिः नास्ति. व्योरुपधा दीर्घः एकः इति पदस्य अनुवृत्तिः अस्ति, अतः तत्र पदान्ते एव एतस्य सूत्रस्य कार्यं करोति. हलीच इति अपदान्ते कार्यं करोति तत्रैव, अतः तस्य अनुवृत्तिः सम्पूर्णं हलीच इत्यस्मिन् आगच्छति. तत्र पश्यतु, तस्य कुत्रापि न पठितम्, एतत् सर्वं सम्पूर्णसूत्रं किमर्थं पूर्णतया अनुवृत्तिः आगच्छति इति मम संशयः आसीत् पूर्वस्मिन् कक्षायाम्. अवगतं वा? अपदान्तम् इति कथम् अधिकारमस्ति वा? पदस्य अधिकारः नास्ति न तत्र, तस्मिन् तु पदस्य इति अधिकारः अस्ति. परन्तु एकः अपि संशयः अस्ति, यदि पदस्य इति अधिकारः व्योरुपदादीर्घः इत्यस्मिन् अस्ति तत्रापि पदस्य अधिकारः भवति वा इति मम संशयः अपि अस्ति. तत्र अधिकारी एव अस्ति पदस्य इति, इत्युक्ते अष्टमाध्याये द्वितीयपादः पदस्य इति इत्यस्य अधिकारे भवति इति. परन्तु तत्र पदस्य इति अनुवृत्ति न दत्तं हलीच इत्यस्मिन् सूत्रे. सत्यं, बट् तस्मात् यत् पूर्वं परसूत्रमस्ति 8278 तत्र पदस्य अधिकारः भवति. सो अत्र किमर्थं न दत्तम् इति न जानामि, नो चेत् इट् मे स्किप् अ सूत्रम्. हा, परन्तु एतत्तु त्रिपाध्यायम् अस्ति न, तत्र परसूत्रस्य दर्शनमेव न भवति, पूर्वसूत्रमेव प्रथमं कार्यं करोति न. यदि पदम् अस्ति तत्र एतत् सूत्रं व्योरुपधायाः दीर्घः एकः कार्यं न करोति, हलिच इति अग्रे गच्छति इति मम चिन्तनम् आसीत्. हा, पदं नास्ति चेत् तत्र हलिच एव कार्यं करोति, यतोहि एतत्तु यदि पदम् अस्ति चेत् तत् व्योरुपधायाः दीर्घः एकः कार्यं करोति, अपदमस्ति चेत् हली च इति कार्यम्. अतः तत्र अग्रिमसूत्रं स्थापितम्, अग्रिमसूत्रमेव स्थापितं तत्र. किन्तु अग्रिमसूत्रे तु अपदान्त इति न, अपदान्त इति नास्ति, परन्तु तत्र काशिकायां काशिकाकार वदति अपदान्तार्थः अयम् आरम्भः इति. एतत् सूत्रं सूत्रम् आरभ्य अपदान्ते एव कार्यं भवति इति तत्र काशिकायाम् इति उक्तम्. अपदान्तो अर्थो अयम् आरम्भः, अतः सर्वाणि सूत्राणि यावन्तः सर्वाणि सूत्राणि सन्ति तेषाम् अपदान्ते एव कार्यं करोति इति. सो देन् मे बि द पदस्य अधिकारस्य No, no, it doesn't end here, because if you look at the next sutram, padasya adhikarah asti, so it skips halicha. Ha, upadayancha iti padasya adhikarah asti, ha, upadayancha iti padasya adhikarah asti, ha, ha, kivattam etat, etat. And then tasmat param api bhavati, so the adhikarah continues much later, but it skips this sutram. Halicha sutram, ha, ha, ha. Ha, satya. Just like Jalam, Jashi. Even there, even there it is Appadanta, right? Ha, that is in Padasya Adhikaraha Nasti, na? That is okay. But what is the sutra number for Jalam, Jashi? Tatapi Tripadyam Eva. Tripadyam Eva, all of the Hal Sandhi, but I forget the sutra. Actually, I think Halicha applies to Repha and Vakara, which are not at the end of the Pada, but they are in the middle of the Pada. But Padasya iti Adhikara asti khalu tatra api. Padasya Adhikara nasti tatra. Padasya Adhikara nasti. No, Ravu Padasya ante nasti, Pada madhye asti, Tavadeva. पदनिर्माणं न भवति न यदि दट्स् लैक् इस् यु हाव् द सुप्रत्ययाने पदनिर्माणं भवति, सुप्रत्यय अनन्तरं पदनिर्माणं नास्ति. अङ्गकार्यमेव भवति न तत्र, यदि जीर्य इति अङ्गं निर्माणं यत्र भवति तदेव हलिच इति कार्यं करोति इति मम अवगमनम्. परन्तु तत्र एकं सूत्रमस्ति स्वादिश्व सर्वनामस्थाने, तत्र तु स्वादिप्रत्ययात् आरभ्य कप् प्रत्ययावधिपर्यन्तं सर्वेषु प्रत्ययेषु परे अङ्गस्य पदसंज्ञा भवति असर्वनामस्थाने. समीचीनं, तत्र किं भवति इति न जाने, तत्र किं सूत्रं किं भगिनि? स्वादिष्वसर्वनामस्थाने स्वादिष्वसर्वनामस्थाने swadi pratyaya and other pratyayas which come before kap pratyaya, yeah, come after the come in place of in those places where sarvanama sthana samya is not there for the pratyaya, there the angam gets pada samya. And then there is one more rule which will say yachi bham and all that. So bhasamya yachi. That is ajadi pratyay pare asti chet sarvanama sthane is a sanya sutram. It is not a vidhi sutram. Sanya, that's what it does. Yeah, it gives pada samya. It gives pada samya. So how is that relevant to the... So this angam is also having pada samya. That is why jhalam jashante works there at all. Otherwise, jhalam will work only at padante, no? But because this has pada samya, it can work. Even with a swadhi pratyaya. What can work? Jhalam jashante iti sutram, kevalam padante only it works, no? But you get marudhyam. How do you get the instead of the in marudhyam? Because jhalam jashante is working. There the marut has pada samya. So jhalam jashante works. Halicha is a padasya adhikara, but only for halicha in the vakya, they say kashikara, it says apadanta ityara iti. Then the next sutra is padasya adhikara, but there he is taking us antaranga bahiranga sutra balavala chindaram bhavati. No, for the next sutra after halicha. Becoming marud. No, not Marut, I had a question for the person who said Marut Bhyam is because of Jhalam Jashante. Jhalam Jashante. But it's not because of Jhalam Jashtashi. It's not because of Jhalam Jashtashi. It is because of Jhalam Jashante. Because Marut has when there is when it's a asarvanama sthana and it is not having an ajadi pratyaya, then so in all the dvitiya so dvivachana tritiya vibhakti chaturthi vibhakti panchami vibhakti and then also bahuvachanam for tritiya chaturthi panchami even saptami bahuvachanam also correct. So the anga can get pada samya is what I was trying to say. Yeah. Yes. Anyway, thank you. This is out of the way, but anyway. Dhanyavada Mahodaya.